नमस्कारः. अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. अस्माकं विषयः अस्ति भुवादिगणः इति विषयः अनुवर्तते. तर्हि वयं जानीमः दशगणाः सन्ति, तेषु आदिमः अस्ति भुवादिगणः. अत्र भुवादिगणे कर्तरि शप् इत्येन शप् विकरणप्रत्ययः विधीयते. अस्माभिः ज्ञायते एव अङ्गनिर्माणं कथं भवति इति चेत्, तत्र अङ्गम् इति संज्ञा अस्ति, अङ्गसंज्ञायाः सूत्रमस्ति, यस्मात् प्रत्ययविधिस्तदादिप्रत्ययङ्गम् इति. यस्मात् प्रत्ययः विधीयते तस्य अङ्गसंज्ञा भवति. तदादि इति उक्तत्वात् इदानीं भूयोगः शप् योगः ति इति वदामः चेत्, तत्र भू इति धातुतः शप् प्रत्ययः विधीयते इति कृत्वा भू इति अङ्गमस्ति. यदा भू अपि च शप् अनयोः योजनं भवति, अङ्गकार्याणि सर्वं भूत्वा यदा योजनं भवति तदानीं तत्र भव इति अङ्गमस्ति ति इति प्रत्ययस्य कृते इति वयं जानीमः. तत्पश्चात् तत्र अङ्गनिर्माणं कथं भवति इत्यपि जानीमः. यदा धातुतः प्रत्ययः विधीयते तदानीं तत्र प्रत्ययात् पूर्वस्य अङ्गसंज्ञा अस्ति, तर्हि प्रत्ययम् आश्रित्य अङ्गकार्याणि भवन्ति. तदानीं तत्र सन्धिकार्यस्य अवसरः अस्ति चेत् तदपि भवति. धातुप्रत्ययोः मेलनेन इदानीम् अस्माकम् अङ्गं सिद्धमस्ति. तर्हि भुवादिगणे शप्रत्ययस्य योजनानन्तरम् अङ्गं सिद्धमस्ति. तदानीम् अङ्ग अपि च तिङ् प्रत्ययोः मेलनं. तर्हि अदन्त अङ्गानां कृते सिद्धप्रत्ययाः के इति अस्माभिः चर्चिताः एव. तर्हि तत्र चतुर्षु गणेषु अङ्गम् अदन्तं भवति, तेषां सर्वेषां कृते सिद्धप्रत्ययाः समानाः एव. तर्हि एकवारं सिद्धप्रत्ययानां कण्ठस्थी भवति चेत् तर्हि लाभाय भवति इति वयं जानीमः. तर्हि भुवादिगणे आदौ अस्माभिः सामान्यदातवः के इति चर्चिताः. तत्र विशेषकार्याणि न सन्ति, केवलं योजनमेव भवति. तादृशदातवः बहवः दातवः सन्ति. यदि अङ्गनिर्माणम् अपि च योजनं कथम् इति जानीमः चेत् तेषां सर्वेषां रूपाणि अस्माकं मनसि सन्ति एव. तत्पश्चात् इगन्तदातवः इति अस्माभिः अधीतं. तत्र इक् अन्ते यस्य सः तादृशदातवः इति अधीतं. तत्र सार्वधातुकार्धधातुकयोः इति सूत्रानुगुणम् अङ्गस्य अन्तिम इक् वर्णस्य गुणः भवति इत्यपि चर्चितम्. तादृशदातवः नवत्रिंशत् दातवः सन्ति इगन्तदातवः इति. तत्पश्चात् तत्र एजन्तदातवः इत्यपि चर्चितम्. तत्र एजन्तदातवः इत्युक्ते एच् अन्ते यस्य सः तादृशदातवः, येषाम् अन्ते एच् प्रत्याहारस्य अन्यतमः वर्णः अस्ति. तत्र वयं पश्यामः चेत् तत्र अङ्गकार्यस्य अवसरः नास्ति, केवलं योजनमेव भवति सार्वधातुकप्रक्रियायां. सार्वधातुकप्रक्रिया इति वदामः चेत् तत्र लट् लोट् लङ् इति लिङ् एतेषाम् एव सार्वधातुकलकाराः इति वयं वदामः. यतोहि धातुना तिङ्प्रत्ययं साक्षात् तिङ्प्रत्ययः साक्षात् दृश्यते, मध्ये व्यवधानं नास्ति इति कृत्वा एते लकाराः सार्वधातुकलकाराः. धातुतः साक्षात् तिङ्प्रत्ययः उपस्थितः अस्ति. तत्पश्चात् तत्र लघु इगुपददातवः इति अपि अस्माभिः दृष्टाः. तत्र लघु इगुपदः इत्युक्ते इक् उपदायस्य सः, इक् उपदायस्य सः. तर्हि इगुपदः इगुपदः दातवः, तादृश इगुपददातवः, तत्र लघु इक् वर्णः अपि अस्ति. तेषां कृते पुगन्तलघुपदस्य च इति सूत्रेण गुणकार्यं भवति उपदायाम् इत्यपि चर्चितं. तस्मिन्नेव प्रसङ्गे अस्माभिः तत्र एकः गृहपाठः अपि दत्तः. तत्र सार्वधातुकार्धधातुकयोः अपि च पुगन्तलघुपदस्य च अनयोः मध्ये सार्वधातुकार्धधातुकयोः इति सूत्रे येन विधिस्तदं तस्य इति सूत्रस्य कार्यम् अस्ति. पुगन्तलघुपदस्य च इत्यस्य इत्यत्र येन विधिस्तदं तस्य इति सूत्रस्य कार्यं नास्ति इति वयं जानीमः. किमर्थं नास्ति इति कोऽपि वदति वा? भगिनि, अत्र प्रथमं सार्वधातुकार्थधातुकयोः इत्यस्मिन् इकः अङ्गस्य गुणः सार्वधातुकार्थधातुकयोः इति सूत्रम् इति अनुवृत्तिसहितसूत्रमस्ति. तत्र अङ्गस्य सार्वधातुकार्थधातुकयोः इति उक्तम्, अपि च इकः गुणः भवति अङ्गस्य यदि सार्वधातुकार्धधातुके परे अस्ति चेत्. तत्र अङ्गस्य इति उक्तं, तत्र यदि अङ्गस्य इति उक्तं तत्र कुत्र इति न उक्तम्, यतोहि तत्र अङ्गस्य गुणः भवति इकः स्थाने इति उक्तत्वात् तत्र इकः मध्ये अपि भवितुमर्हति अन्ते अपि भवितुमर्हति पूर्वमपि भवितुमर्हति अतः तत्र येन विधिस्तं तस्य इति एकक्षणम् तत्र कथं भवति वदति मध्ये अपि भवति भवितुमर्हति अन्ते अपि भवितुमर्हति इति कथं वदति अङ्गस्य इति उक्तं परन्तु अङ्गस्य इति उक्तं तत्र इकः न न अङ्गस् इकः अङ्गस्य इति उक्तम् इकः अङ्गस्य इत्युक्ते अङ्गस्य इक् वर्णः यत्र ओ तत्र तु येन विधिस्तदन्तस्य इति सूत्रस्य आवश्यकता अस्ति यतोहि तत्र इकः अङ्गस्य इत्युक्ते तत्र अङ्गः इकः अपि भवितु इक् वर्णः अपि भवितुम् अर्हति अपि च अन्ते अपि भवितुम् अर्हति इति अलोङ्क्यस्य इत्यनेनैव भवति किल न न न एकक्षणम् तत्र हा इदानीं तत्र इकः अङ्गस्य इति वदति चेत् तत्र सामान्य अर्थः कः विशेषणविशेषभावः अस्ति इकः इति विशेषणमस्ति अङ्गस्य इति विशेषमस्ति हा तस्य अर्थः कः तिगन्तम् अङ्गम् इगन्तम् अङ्गम् इति कथम् इगन्त न भवति इगन्तम् अङ्गं न भवति यतोहि इकः अङ्गस्य इति उक्तत्वा तत्र तु अङ्गम् इक् वर्णः भवेत् इति एव अर्थः भवेत् न तत्र अपि ग्रहणं भवति इगन्तस्य अङ्गस्यापि ग्रहणं भवति खलु तत्तु येन विधिस्तदन्तस्य इत्यनेन येन विधिस्तदन्तस्य इति नास्त्रम् इति सूत्रं नास्ति चेत् सामान्यलोके व्यवहारः कथम् अस्ति इकः अङ्गस्य इति लोके वदामः चेत् तत्र कः अर्थः इक् इति अङ्गम् खलु इक् इति अङ्गं तर्हि इक् इति अङ्गम् इत्युक्ते इक् आदौ भवेत् अन्ते भवति इति तादृशं नास्ति खलु केवलम् इक् एव अङ्गं समीचीनं तत्र मम दोषः इक् एव अङ्गमस्ति इति तावदेव वयम् अवगच्छामः सामान्यलोके वयम् इकः अङ्गस्य इति वदामः चेत् इक् इति अङ्गम् इति अवगच्छामः तावदेव अवगच्छामः परन्तु अस्माकं लक्ष्यं किम् अत्र लक्ष्यानुरोधेन लक्षणस्य निर्णयः कर्तव्यः तर्हि लक्ष्यं किम् इति चेत् सर्वधातुक अर्धधातुकयोः इति सूत्रं न केवलम् इ इति धातोः कृते कार्यं कुर्यात् अपि च जि इति धातोः कृते अपि कार्यं कुर्यात् जि इति धातुः तत्र तु केवलम् इक् इति अङ्गं नास्ति जि इति धातुः खलु जि इति धातुः केवलम् इक् इति अङ्गं नास्ति परन्तु इक् अन्ते अस्ति तादृशधातूनां यथा जि एतादृशधातवः सन्ति खलु भू हृ एतादृशधातवः सन्ति तेषां कृते अपि सारधातुकार्धधातुकयोः इत्यस्य कार्यं स्यात् इति कृत्वा इदानीं परिभाषायाः आवश्यकता अस्ति खलु तत्र परिभाषया किं भवति येन विधिस्तदन्तस्य इति सूत्रेण इकः अङ्गस्य अपि गुणः भवति अपि च इगन्तम् अङ्गं यत्र अस्ति तत्रापि भवितुम् अर्हति इति येन विधिस्तदन्तस्य इति वदति तदनन्तरं समीचीनं तर्हि सामान्यलोके इक् इति अङ्गम् इति व्यवहारः अस्ति इक् एव अङ्गम् इति व्यवहारः अस्ति तस्य इतोपि विस्तृतं कर्तुम् इच्छामः तस्य क्षेत्रं बृहत् कर्तुम् इच्छामः इति कृत्वा येन विधिस्तदन्तस्य इति वस्तुतः क्षम्यतां परिभाषासूत्रमिति न वक्तव्यं वस्तुतः इदं सूत्रं संज्ञासूत्रमस्ति येन विधिस्तदन्तस्य इति संज्ञासूत्रमस्ति न तु परिभाषासूत्रं येन विधिस्तदन्तस्य इति सूत्रेण तत्र इक् न केवलम् इक् इति अङ्गं परन्तु यस्य अन्ते अस्ति तस्यापि ग्रहणं तत्र यस्य अन्ते अपि तस्य संज्ञा भवति इति कृत्वा न केवलम् इक् इति अङ्गं परन्तु तादृश अङ्गं यस्य अन्ते इक् अस्ति तस्यापि ग्रहणम् इति अत्र स्पष्टतया ज्ञायते तर्हि इदानीं न केवलम् इ उ इति धातूनां ग्रहणम् अस्ति परन्तु झि भू हृ इत्यादीनां धातूनामपि ग्रहणम् अस्ति अस्तु इदानीम् अग्रे अग्रे तत्र तु परन्तु तत्र कुत्र भवति इति संशयः जातः तत्र इगन्तम् इति वदनेन तत्र कुत्र भवति इत्युक्ते तत्र अलोङ्क्यस्य इति परिभाषासूत्रम् आगत्य वदति यत्र अङ्गस्य इकः इत्युक्ते अङ्गस्य अन्ते यत्र इक् वर्णः भवेत् तत्रैव गुणः भवति अन्यत्र कुत्रापि न भवति इति स्पष्टीकरोति इदानीम् अलोन्त्यस्य इत्यस्मात् पूर्वं समस्या का इति पुनः एकवारं प्रतिपादयतु. समस्या किम् अस्ति इत्युक्ते तत्र अङ्गस्य इकः इत्युक्ते यत्र यत्र इक् वर्णः भवेत् अङ्गे तत्रापि गुणः भवितुम् अर्हति यतोहि अङ्गस्य इकः इति उक्तत्वात् तत्र. अतः तत्र अन्त्यस्य इकः एव गुणः भवेत् कुत्रा यदि पूर्वम् इक् वर्णः अस्ति तत्र गुणः न भवेत् इति स्पष्टीकरणार्थम् अलोन्त्यस्य इति सूत्रम् आगत्य वदति अन्त्यस्य इकः एव गुणः भवति सार्वधातुकार्धधातुकयोः इति परे अस्ति चेत्. समीचीनम्. इदानीं जि धातुं स्वीकृत्य वदतु दोषः कथं जायते इति. हा, जि धातुं स्वीकृत्य तत्र जि धातु इत्यस्मिन् इक् वर्णः अस्ति अन्ते तत्र तत्र तु अन्ते एव अस्ति न तत्र दोषः तत्र दोषः न जायते वा. न जायते. क्षम्यतां, समीचीनम् अस्ति भगिनि. तत्र जी धातुं स्वीकृत्य यदि वयं गुणः कुर्मः तत्र जि इत्यस्य यदि अलोन्त्यस्य इति सूत्रस्य प्रसक्तिः नास्ति तत्र जि इत्यस्य गुणः भूत्वा ए इति भवति. जी सर्वम् अपगत्य ए इति भवति. परन्तु तत् न वयं न इच्छामः. अन्त्यस्य इकः एव गुणः इच्छामः. अतः जकारः तत्रैव तिष्ठति. इकारस्य गुणः एव भवति अलोन्त्यस्य इति सूत्रेण. समीचीनं, बहु समीचीनम्. इत्युक्ते तत्र जि इति धातुं वयं स्वीकुर्मः चेत् अत्र सूत्रे इकः अङ्गस्य इति उक्तत्वात् अङ्गस्य गुणः इति उक्तत्वात् तर्हि अङ्गस्य गुणः इत्युक्ते सम्पूर्ण अङ्गस्य गुणः, अङ्गस्य स्थाने गुणः भवति इति तादृश अर्थः निष्पद्यते. तर्हि जि इति अङ्गस्य स्थाने गुणः, इकवर्णस्य एव गुणः, परन्तु जि इति सम्पूर्णधातोः गुणः भवति चेत् तत्र जि इत्यस्य स्थाने गुणसंज्ञकः अस्ति एकारः, तर्हि ए इति आयाति. तर्हि जि इत्यस्य सम्पूर्णस्य स्थाने ए इति आयाति. तद् न इष्यते इति कृत्वा अत्र येन विधिस्त न अलोन्त्यस्य इत्यनेन न अङ्गस्य सम्पूर्णस्य गुणः नास्ति परन्तु अन्तिमवर्णस्य एव गुणः इति उक्तत्वात् जि इत्यस्य अन्तिम इकारस्यैव गुणः न तु सम्पूर्णस्य इति वयम् अवगच्छामः. एतावता स्पष्टम् अस्तु. इदानीं सार्वधातुकार्धधातुकयोः इत्यत्र येन विधिसदन्तस्य अलोन्त्यस्य कथं कार्यं करोति इति वयम् अवगच्छामः चेत् इदानीं पुगन्तलघुपदस्य च इति स्थितौ कथम् अस्ति इति अन्य कोऽपि वदतु. धन्यवादः. भगिनि तस्मात् पूर्वं का उक्तवती? विजयलक्ष्मी भगिनी वा? आम् वदतु. पुगन्तलघुपदस्य च इति सूत्रे यत्र लघु इको गुणवृद्धिः इति सूत्रेण वयं जानीमः यत् कार्यम् इकः स्थाने एव गुणकार्यम् अपि च वृद्धिकार्यम् इकः स्थाने एव भवति. यदि सूत्रे किमपि न सूत्रे किमपि न सूचितं भवति चेत् गुणः वृद्धिः इकः स्थाने एव भवति इति वयम् इको गुणवृद्धि इति सूत्रेण जानीमः. अत्र पुगन्तलघुपदश्च इति सूत्रे लघु उपधायां यस्य अङ्गस्य उपधायां लघु इक् वर्णः भवति तस्य गुणः भवति सार्वधातुक आर्धधातुकयोः, सारि पुगन्तलघुपदस्य च इति सूत्रेण यस्य अङ्गस्य उपधायां लघु इक् वर्णः भवति तत्र गुणः भवति इति सूत्रं वदति. अत्र येन विधिस्तदन्तस्य इति न आयाति यतोहि सूत्रे एव लघु उपधा इति उक्तत्वात्. समीचीनं. इत्युक्ते अन्त्य अलः पूर्वं यः अल्वर्णः तस्य उपधा सम्या भवति. अतः येन विधिस्तदन्तस्य अत्र तस्य प्रसक्तिः नास्ति. बहु समीचीनम्. इदानीं प्रतिपादयतु कुत्र विशेषणविशेष्यभावः अस्ति, किमर्थम् येन वति सदन्तस्य इत्यस्य चिन्तनम् किं भगिनि, किमर्थम् अत्र वदतु, किमर्थं येन विधि सदन्तस्य इति सूत्रस्य चिन्तनमेव कार्यम् अत्र. चिन्तनमेव कार्यं, प्रश्नः न अवगच्छामि. न इत्युक्ते अत्र येन विधि सदन्तस्य इत्यस्य प्रसक्तिः नास्ति इति उक्तं भवत्या, परन्तु अत्र येन विधि सदन्तस्य इति सूत्रं किमर्थम् आयाति अत्र प्रथमतया, किं तत्र सङ्केतः? अत्र पुगन्तलघुपदस्य च लघुपदस्य अङ्गस्य इति अस्ति. अङ्गस्य इति कुतः आयाति? अङ्गस्य इत्यस्य अधिकारः अस्ति खलु, अतः अङ्गस्य इति सूत्रे अनुवृत्तिरूपेण आयाति. अतः लघु उपधस्य अङ्गस्य इति विशेषणविशेष्यभावः अस्ति इति कृत्वा येन विधिस्तदन्तस्य इत्यस्य कार्यम् अस्ति वा इति द्रष्टव्यम्. परन्तु अत्र सूत्रे एव लघु उपधस्य च इति उक्तत्वात् अन्तिम विधिः अन्त्यस्य वर्णस्य एव इति इत्यस्य कार्यम् अत्र नास्ति, यतोहि उपधायामेव भवति इति सूत्रे एव अस्ति. अतः समीचीनं समीचीनम् इत्युक्ते तत्र लघुपदस्य अङ्गस्य इति अत्र उक्तत्वात् तत्र विशेषणविशेष्यभावः अस्ति, अतः किमर्थम् अत्र लघुपदस्य अङ्गस्य इत्यनेन लघुपदम् अङ्गम् इति अस्ति. लघुपदं विशेषणम्, अङ्गं विशेष्यं, लघुपदम् अङ्गं. तर्हि लघुपदम् इत्यस्य विग्रहवाक्यं कथं भवति? तादृशी पदं यस्य उपधायां लघु एकवर्णः अस्ति तत् कथं वक्तव्यम्? लघ्वी उपधा यस्य तत् लघ्वी उपधा यस्य यस्या सा वा यस्य तत् यस्य अङ्गस्य इत्यस्य विशेषणमस्ति खलु. लघ्वी उपधा यस्य तत् इति विग्रहवाक्यमस्ति. तर्हि लघ्वी उपधा यस्य तत् लघुपदम् एव अङ्गं, लघुपदमेव अङ्गम्. अतः लघुपदम् एव अङ्गम् इति वदामः चेत् यथा तत्र इकः इति अङ्गम् इति उक्तम्, इक्यस्य अन्ते अस्ति तदपि अङ्गम् इति उक्तम्, किमर्थमत्र लघुपदं यस्य अन्ते अस्ति तस्यापि ग्रहणम् इति किमर्थं न वक्तुं शक्यते? तस्य कृते सार्वधातुक अर्धधातुकयोः इति सूत्रम् अस्ति खलु. न इदानीम् अस्मिन् सूत्रे अपि अन्त्य एकः ग्रहणं किमर्थम्? न तत्तु अस्ति भगिनि, परन्तु अत्र येन विधि सदन्तस्य इत्यस्य अत्र अप्लिकेशन् नास्ति इति अर्थं भवत्या उक्तमेव. अहं किं केवलं स्पष्टीकरोमि यत् लघ्वी उपधा यस्य तत् तत्र लघुपदम् एव अङ्गं, यथा तत्र इकः एव अङ्गम् इति उक्तम्, अपि च यस्यान्ते इक् अस्ति तस्यापि ग्रहणम् इति उक्तम्, एवमेव अत्र लघुपदमेव अङ्गं, यस्य अन्ते अस्ति लघुपदं तस्यापि ग्रहणम् इति वक्तुं न शक्यते अत्र. किमर्थम् इति चेत् पाणिनी साक्षात् उपधा इत्यस्य तत्र उपधा इति पदं पारिभाषिकपदम् अस्ति, तस्य अर्थः कः इति अत्र व्याकरणशास्त्रे एव दत्तमस्ति, तस्य अर्थः कः इति दत्तः अस्ति इति कृत्वा अत्र यस्य अङ्गस्य लघु उपधम् अस्ति इति वक्तुं न शक्यते. यतोहि उपधा इत्यस्य अर्थः कः इति चेत् अन्त्यात् पूर्वम् उपधा अस्ति खलु, अलोन्त्यात् पूर्वः उपधा इति कृत्वा अत्र यस्य अन्ते लघुपदम् अस्ति इति वक्तुं न शक्यते, अत्र न सङ्गच्छते. यतोहि पारिभाषिकपदमस्ति उपधा, उपधा अन्तिमवर्णात् पूर्वमेव आयाति इति कृत्वा अत्र येन विधि सदन्तस्य इति सूत्रस्य अवसरः नास्ति. अवगतं वा? अत्रापि समानमेव, यथा पूर्वम् अत्रापि समानमेव, परन्तु उपदा इति पदं पारिभाषिकपदम् अस्ति इति कृत्वा अत्र येन विधिस्तदन्तस्य इत्यस्य अवसरः नास्ति. अतः उपदायाम् एव साक्षात् गुणः जायते इति कृत्वा अलौन्त्यस्य इत्यस्यापि अवसरः नास्ति अत्र. अवगतं वा? परन्तु भगिनी तत्र दलद्वयम् अस्ति न, पुगन्तम् अस्ति न, तत्र पुगन्तमित्यस्य तु विवरणं नास्ति किल, तत्र लघुपदस्य एव विवरणमस्ति. हा, पुगन्तम् इत्यत्र क्लेशः नास्ति खलु. पुगन्तम् अङ्गम् इत्युक्ते उक्तं चेत् तत्र साक्षात् अत्र उक्तमस्ति पुक्कस् यस्य अन्ते अस्ति, अन्ते अस्ति इति साक्षात् उक्तमस्ति. पुक्यस्य अन्ते अस्ति इति साक्षात् उक्तमस्ति. तर्हि तत्र येन इति सदन्तस्य इत्यस्य अवसरः अपि नास्ति. साक्षात् उक्तम् अन्ते एव भवेत् इति उक्तं खलु. अतः तत्रापि अवसरः नास्ति. अपि च अत्र द्रष्टव्यं किमिति चेत् अत्र सूत्रयोः मध्ये सार्वधातुकार्धधातुकयोः अपि च पुगन्तलघुपदस्य च अनयोः भेदः कः इति चेत् विग्रहवाक्ये भेदः अस्ति. इकः अङ्गस्य इकः इति बहुव्रीहिसमासः नास्ति. अत्र पुगन्तलघुपदस्य च इत्यत्र बहुव्रीहिसमासः अस्ति. लघुपदस्य इति बहुव्रीहिसमासः अस्ति इति कृत्वा अपि अर्थभेदः जायते. इति कृत्वा अपि अर्थभेदः जायते. तत्र लघ्वी उपदायस्य तत् इति उक्तं, लघ्वी उपदायस्य तत् इति उक्तम् इत्युक्ते तादृश अङ्गं, तत्र अङ्गस्य विशेषणमस्ति, सामान्य अङ्गं नास्ति, परन्तु तादृश अङ्गं यस्य यस्मिन् उपदायाम् उपदायां लघुवर्णः अस्ति इति उक्तं, तदेव विशेषणमस्ति इति स्पष्टतया विग्रहवाक्येन उच्यते इति कृत्वा येन विधिसदन्तस्य इत्यस्य अवसरः नास्ति. अत्र बहुव्रीहिसमासः अस्ति इति स्मर्तव्यं, तेन अर्थभेदः जायते. अस्तु, ततः अग्रे अस्माभिः विशेषदातवः अपि अधीताः. तत्र एकं सूत्रम् अधीतम्, इषुगम्य मां छः इति सूत्रम् अधीतं. तत्र इष गम यम इत्येषां धातूनाम् अन्तिमवर्णस्य स्थाने छकारादेशः भवति. तर्हि तत्र गम् इति धातुं स्वीकुर्मः चेत् तत्र इषु गम्यमां छः इति सूत्रेण शितिपरे तत्र मकारस्य अन्तिममकारस्य स्थाने छकारादेशः भवति. अतः गच्छ योगः अ इति भवति. तदानीं तत्र अन्यत् सूत्रमस्ति संहितायां छेच इति सूत्रेण तत्र तुगागमः भवति छकारे परे. ह्रस्वस्वरस्य तुगागमः भवति छकारे परे. अत्र ग इति गकार उत्तरवर्ति अकारः, ह्रस्वस्वरः, तस्य अनन्तरं तुगागमः भवति. तुक् कित् अस्ति इति कृत्वा स्वरस्य अन्ते आयाति. अत्र तुक् इत्यत्र ककारस्य इत्संज्ञा, उकारः उच्चारणार्थः, तकारः एव अवशिष्यते. तर्हि ग तु छ तत्र सुहोश्चुनाश्चुः इत्यनेन तकारस्य छुत्वं कृत्वा गच्छ इति अङ्गं निष्पद्यते. एवमेव यच्छ, एवमेव इच्छ इति अङ्गं. तर्हि यच्छति, गच्छति, इच्छति इति रूपाणि. अस्मिन् गणे तु गच्छति, यच्छति इति रूपं, तुदादिगणे इच्छति इति रूपम् आयाति अग्रे. तर्हि अस्मिन् प्रसङ्गे इषु गम्यमां च इति सूत्रे तत्र गमी इति उक्तं. तर्हि गमी इति कीदृशरूपम् इति अस्माकं इति प्रश्नः आसीत्. गमी इत्यत्र गम् योगः इक् इति प्रत्ययः. तर्हि अस्माभिः एकं वार्तिकमपि अधीतम्, इक्ष्तिपौ धातुनिर्देशे इति वक्तव्यम् इति वार्तिकम्. अनेन वार्तिकेन धातोः निर्देशः क्रियते सूत्रेषु इक् प्रत्ययं योजयित्वा, ष्टिप् प्रत्ययं योजयित्वा. तत्र तयोः प्रत्ययोः लोके व्यवहारः नास्ति, पदनिर्माणावसरे व्यवहारः नास्ति. केवलम् अष्टाध्याय्यां सूत्रस्य सूत्रेषु धातोः निर्देशार्थम् इक् प्रत्ययस्य, ष्टिप् प्रत्ययस्य व्यवहारः अस्ति. तर्हि तत्र किमर्थं तेषां ग्रहणम् इति चेत् धातोः निर्देशार्थं छन्दसः कृते, सूत्रस्य अलङ्कारस्य कृते, अपि च अत्र ष्टिप् प्रत्ययस्य विशेषप्रयोजनमपि अस्ति. सामान्य एतानि सामान्यप्रयोजनानि अपि सन्ति, विशेषप्रयोजनमपि अस्ति ष्टिप् प्रत्ययस्य. तत्तु यङ्लुकि यङ्लुगन्तप्रसङ्गे यत्र यत्र सूत्रेषु अष्टाध्याय्यां सूत्रेषु धातोः निर्देशः ष्टिप् प्रत्ययेन क्रियते, तत्र सर्वत्र तादृशसूत्रं यङ्लुकि तस्य कार्यं न भवति. कथं जानीमः एतादृशव्यवहारः अस्ति इति चेत् अत्र पाणिनीयसूत्रेषु कुत्रापि न उक्तम् एवमेव अस्ति इति, परन्तु तदर्थम् एका कारिका अस्ति, तया कारिकया ज्ञायते तत्र स्टिप् प्रत्ययेन यत्र यत्र सूत्रेषु धातोः निर्देशः कृतः तत्र सर्वत्र तादृशसूत्रं यङ्लुकि कार्यं न करोति इति ज्ञायते इति विशेषप्रयोजनम्. तत्सर्वम् अस्माभिः अधीतं. तदनन्तरम् इतोपि विशिष्टसूत्रमस्ति धात्वादेशः. धात्वादे आदेशार्थम् अत्र एकं सूत्रमस्ति पाग्राद्मा स्ता मना दान् दृशि अर्ति सर्ति शद सदाम् एतेषां धातूनां कृते आदेशाः भवन्ति. पिब जिग्र धम तिष्ठ मन यच्च पश्य पृच्छ धौ क्षीय सीदाः इति आदेशाः भवन्ति इति अपि अस्माभिः अधीतम्. एतादृश आदेशाः केवलं क्षितिपरे एव भवति. अस्तु, तावत् अवधि. तत्र क्रमेण आदेशाः भवन्ति यथासङ्ख्यम् अनुदेशसमानाम् इति सूत्रेण पास्थाने पिब ग्रास्थाने जिग्र इति क्रमेण आदेशाः भवन्ति. यतोहि स्थानिनः अपि तत्र समानाः आदेशाः अपि समसङ्ख्यकाः इति कृत्वा क्रमेण आदेशाः भवन्ति. अपि च आदेशाः अनेकाल् सन्ति. तत्र एकः एव वर्णः नास्ति, वर्णद्वयं वा वर्णत्रयम् इति वर्णत्रयम् इति अस्ति इति कृत्वा तत्र अलोन्त्यस्य इति सूत्रं प्रबाद्य अनेकाश्चित् सर्वस्य इति सूत्रेण सर्वादेशः भवति सर्वत्र इति तावत् अधीतम्. अतः अग्रे गन्तुं शक्नुमः. मीना भगिनी किमस्ति सूत्र इषु गमेयमां चः इति सूत्रे किमर्थम् इषु इति उक्तं? किमर्थं धातु एव इषु अस्ति वा? गमि किमर्थमिति उक्तमिति उक्तं भवत्या, इषु इति किमर्थम् उक्तम्? इषु इति किमर्थम् उक्तम् इति चेत् तत्र केवलम् इषु इच्छायाम् इत्यस्यैव ग्रहणं स्यात् इति कृत्वा, केवलं तौदादिकगणस्य धातोः ग्रहणं स्यात्. इष् इति इष्गतौ इति तत्र दिवादिगणे अपि अस्ति इष्गतौ. अनन्तरम् इष् आभीक्षणे आभीक्षणे इति तत्र क्रियादिगणे अपि अस्ति. तादृशधातोः ग्रहणं नास्ति, केवलं तुदादिगणीय इष् धातोः एव ग्रहणं स्यात् इति कृत्वा तत्र इषु इति उक्तम्. तुदादिगणे ओके अस्तु. तर्हि इदानीम् अग्रे गच्छेम. तर्हि वासुदेव महोदय पठितुमिच्छति वा? अस्तु तर्हि अत्र कः मीना भगिनी पठति वा? कुत्र पठामि? तत् सूत्रम् अस्माभिः गतवर्गे अधीतम्. इदानीम् अत्र पुनः प्रश्नः उदेति. अतः प्रश्नः उदेति अग्रिमपरिचयः. अत्र पुनः प्रश्नः उदेति, किमर्थं ऋ धातोः सर्ति इति रूपं सृ धातोः सर्ति इति रूपम्? अत्रापि इक्स्तिपौ धातुनिर्देशे इति वार्तिकेन अस्मिन् पर्याये स्तिप् प्रत्ययः न तु इक् ऋ धातुः योगः स्तिप् अनुबन्धलोपे ऋ योगः ति. स्तिपः शित्वात् सार्वधातुक यस्मात् कर्तरि शप् इत्यनेन शप् ऋ योगः शप् योगः ति. सूत्र छन्दसः कृते आदादिकधातुः अर्थि इत्यर्थम् अतिप्रभृतेः शपः इत्यनेन शपः लुक् ऋ योगः ति. स्तिपः सार्वधातुकात् पित्वात् च सार्वधातुकार्धधातुकयोः इत्यनेन गुणः अर् योगः ति अर्ति. तथैव सृ योगः स्ति सर्ति. अत्र ऋ धातुः किमर्थम् अर्ति भवति वा? ऋ धातोः अर्ति इति रूपं सृ धातोः सर्ति इति रूपं भवति. अत्र इक् स्तिपौ धातुनिर्देशे इति वाक्तिकेन अस्मिन् पर्याये स्तिप् प्रत्ययः न तु इक् ऋ धातुः योगः स्तिप् अनुबन्धलोपे ऋ योगः थि स्तिप् ओके स्तिपः स्थित्वात् कर्त्री शप् ऋ योगः शप् योगः थि ओके सूत्रछन्दस कृते आदादिकधातुः अर्थि इत्यर्थं तत् किमस्ति न जानामि सूत्रछन्दसः कृते आदादिकधातुः अर्थि इत्यर्थम् किं भगिनि अत्र पश्यतु अस्मिन् अत्र अस्माकं प्रश्नः कः इति वदतु आदादिकधातु अर्थि इत्यर्थं सूत्रछन्दसः कृते आदादिकधातुः अर्थि इत्यर्थं तत् वाक्यं न न अत्र पश्यतु अत्र अस्माकं प्रश्नः कः अत्र सूत्रे पाग्राद्मास्ता मान् दान् दृशि इति सूत्रे अर्ति सर्ति इति उक्तं खलु अर्ति सर्ति इति उक्तं तर्हि तस्य चिन्तनम् इदानीं जायमानम् अस्ति अर्ति सर्ति इति किमर्थम् उक्तम् अस्मिन् सूत्रे वयं रूपं पश्यामः चेत् वयं जानीमः अत्र स्तिप् प्रत्ययेन निर्दिष्टः इति ज्ञातुं शक्नुमः कथं ज्ञातुं शक्नुमः स्तिप् प्रत्ययेन इति गुणः भवति इत्यत्र अतः अस्ति गुणः भवति न केवलं स्तिप् इति अवश्यं गुणः भवति इति अपि अस्ति अपि च तत्र ति इति दृश्यते खलु ति इति दृश्यते खलु ति इति दृश्यते ति इति दृश्यते स्टिप् इत्यत्र निरनुबन्धरूपं किम् अस्ति शकारः लोपः पकारस्य अपि लोपः लोपः अतः ति इति एव अवशिष्यते अतः सूत्रेषु यदि ति इति श्रूयते चेत् अत्र स्टिपा निर्दिष्टः इति ज्ञायते खलु तर्हि अर्ति सर्ति इत्यत्र स्टिपा निर्दिष्टः इति वयं ज्ञातुं शक्नुमः तर्हि इदानीं प्रश्नः अस्ति तत्र ऋ इति धातुः सृ इति धातुः वादिगणीयधातुः खलु सृ इति धातुः अन्यत्रापि ऋ इति धातुः वस्तुतः गणद्वये अस्ति वादिगणे अपि अस्ति जुहोत्यादिगणे अपि अस्ति सृ इति धातुः अपि एवमेव भुवादिगणे अपि अस्ति जुहोत्यादिगणे अपि अस्ति सृ धातुः तर्हि परन्तु अत्र तु ऋ धातोः यदि भुवादिगणे अस्ति तर्हि ऋ धातोः रूपं कथं भवति ऋ योगः शप् योगः ति इति अस्ति चेत् किं भवति अर्योगः अयोगः इति भवितव्यं सम्पूर्णं किं भवति अर्योगः अरति अरति इति भवेत् अरति इति भवेत् सरति इति भवेत् खलु यदि स्टिपानिर्देशः क्रियते धातुः तत्र भुवादिगणीयधातुः स्टिपानिर्देशः क्रियते चेत् अरति सरति इति स्यात् किमर्थं तत्र अर्ति सरति इति उक्तम् इति प्रश्नः उदेति खलु तर्हि तदर्थम् अत्र किम् उक्तम् इति चेत् प्रथमतया अत्र स्तिपानिर्दिष्टः इति ज्ञायते यतोहि ति इति श्रूयते अर्ति सर्ति इत्यत्र ति इति श्रूयते अतः स्तिपानिर्दिष्टः इति प्रथमं ज्ञायते परन्तु इदानीम् अर्ति इति रूपं कथं निष्पन्नम् इति वयं पश्यामः चेत् अत्र उच्यते अत्र वस्तुतः शप्रत्ययेन न निर्देशः कृतः स्वप्रत्ययेन न निर्देशः कृतः परन्तु ऋ धातुः अदादिगणे अस्ति इति मत्वा अत्र तत्र शप्रत्ययस्य लुक् भवति अदादिगणे यथा शप्रत्ययस्य लुक् भवति अदिप्रवृत्तिभ्यः शपः इति सूत्रेण अदादिगणे ये धातवः सन्ति तेषां कृते शपः लुक् यथा भवति तथा अत्रापि ऋ धातोः कृते यदा शप्रत्ययस्य विधानं भवति तदानीम् अधिप्रवृत्तिभ्यः शपः इति सूत्रेण शपः लुक् भवति अतः ऋ योगः ति इति अवशिष्यते इदानीं तत्र ति प्रत्ययम् आश्रित्य ऋ इति इगन्तम् अस्ति इति कृत्वा गुणः जायते, सर्वधातुकार्धधातुकयोः इत्यनेन गुणः जायते, ऋ इत्यस्य गुणः अकारः उरण्परः इति कृत्वा अर् अर् योगः ति अर्ति इति रूपं निष्पन्नम्। एवमेव सृ इत्यत्रापि शपः लुक् भवति अधिप्रभृतिभ्यः शपः इति सूत्रेण, तर्हि तत्र गुणः जायते सृ योगः ति, गुणः जायते सर् योगः ति सर्ति इति रूपम्। अवगतं भगिनि, क्षम्यतां। नास्ति चिन्ता। तर्हि इदानीमपि प्रश्नः उदेति, किमर्थं तत्र वादिगणीयधातुः अस्ति, किमर्थं तत्र अधिप्रभृतिभ्यः शप् इति शपः लुक् इति वदति इति प्रश्नः अस्ति। कोऽपि जानाति वा उत्तरं किमर्थम् एवं वदति इति? धातुनिर्देशे सूत्रमस्ति चेत्। न, धातुनिर्देशार्थमेव स्तिप्रत्ययस्य योजनमस्ति अर्थ अत्र। तर्हि अत्र किं साक्षात् शप्रत्ययं योजयित्वा अरति सरति इति वक्तुं शक्यते खलु? किमर्थम् अर्ति सर्ति इति उक्तम्? अत्र वस्तुतः किम् उच्यते इति चेत्, अत्र धातोः निर्देशः कृतः अस्ति, स्तिपानिर्देशः कृतः अस्ति, तर्हि अत्र प्रयोजनं किं? यङ्लुकि तस्य कार्यं न स्यात् इति प्रयोजनं वा? तादृशप्रयोजनं भवितुमर्हति वा? यङ्लुकि अस्य कार्यं न स्यात् इति प्रथमतया अत्र प्रश्नद्वयम् अस्ति। एकं तु किमर्थं स्तिपानिर्देशः कृतः, द्वितीयः प्रश्नः किमर्थम् अदादिगणवत् इति उक्तं, किमर्थं तत्र भुवादिगणवत् इति न उक्तम् इति प्रश्नद्वयम् अस्ति। चिन्तयित्वा आगच्छति वा अग्रिमसप्ताहे? नो चेत् वदामि वा इदानीम्। इत्यस्य शकार इत् भवति तर्हि गुणः तु भवति न भगिनि? हा, स्टिप् इत्यत्र तत्र पकारः अस्ति इति कृत्वा गुणः तु भवति, तत्र गुणस्य विषये चिन्तनं नास्ति अत्र। अत्र किम् अत्र मूलप्रश्नः अस्ति, किमर्थं तत्र अदादिगणवत् इति उक्तम् इति प्रश्नः। अदादिगणवत् इति उक्तं किमर्थम् इति चेत् प्रथमतया अत्र यद्यपि स्तिपानिर्दिष्टः अस्ति, तत्र अर्ति सर्ति इत्यत्र स्तिपानिर्दिष्टः अस्ति इति ज्ञायते। स्तिपानिर्देशः किमर्थम् इति चेत्, यङ्लुकि तस्य प्रसङ्गः तस्य अस्य सूत्रस्य कार्यं न स्यात् इत्यर्थं न इति तदर्थं नास्ति। पाग्राद्मा स्थामान् इति सूत्रं यङ्लुकि तस्य कार्यमेव न भवति, यतोहि क्षितिपरे इति उक्तं खलु सूत्रे, किमुक्तं क्षितिपरे इति उक्तं। यदि तत्र ऋधातुतः यङ् प्रत्ययः विधीयते चेत्, ऋधातुतः यङ् प्रत्ययः विधीयते चेत् यङ् प्रत्ययः तु षित्येव नास्ति, अतः अत्र अस्य सूत्रस्य एव प्रसक्तिः नास्ति, अतः अत्र स्तिपानिर्देशस्य आवश्यकता नास्ति। यङ्लुकि निवृत्त्यर्थं स्तिपानिर्देशस्य आवश्यकता नास्ति, तथापि स्तिपानिर्देशः कृतः, अपि च अत्र तर्हि तत्र स्तिपानिर्देशः यङ्लुकि निवृत्त्यर्थं नास्ति, तत्र केवलं धातुनिर्देशार्थमेव स्तिपानिर्दिष्टः अस्ति, धातुनिर्देशार्थमेव स्तिपानिर्दिष्टः अस्ति। अपि च अत्र अदादिगणवत् किमर्थम् उक्तम् इति चेत्, शप्रत्ययस्य लोपः भवति छन्दसि, छन्दसि शप्रत्ययस्य लोपः भवति इति कृत्वा अत्र अर्ति इति उक्तत्वात् ज्ञायते अत्र छन्दसि अपि तस्य प्रयोजनम् अस्ति, न केवलं लोके छन्दसि अपि प्रयोजनम् अस्ति इति कृत्वा तत्र अदादिगणवत् इति उक्तम्। ऋधातोः कृते सृधातोः कृते उभयत्र तथा एव। अत्र वस्तुतः केवलं धातुनिर्देशः एव स्तिप्रत्ययेन, न तु यङ्लुकि निवृत्त्यर्थम्। अनन्तरं किमर्थम् अदादिगणवत् इति उक्तं, यतोहि छन्दसि शप्रत्ययस्य लोपः भवति, बहुलं छन्दसि इत्यनेन विकल्पेन लोपः भवति छन्दसि, अतः छन्दसि अपि तस्य कार्यं भवति इति दर्शनार्थम् अत्र अदादिगणवत् इति उक्तम्। भगिनि, अस्तु, तर्हि इदानीम् अग्रे गच्छेम। शोभा भगिनी अग्रे पठतु। आं भगिनि, कथं जानीमः स्तिप् कर्तृकः प्रत्ययः? प्रत्ययः इत्यनेन यत् किमपि विधीयते धातुभ्यः प्रातिपदिकेभ्यः च तस्य नाम प्रत्ययः स्टिप् धातुभ्यः विधीयते, अतः प्रत्ययः. धातुभ्यः विधीयमानाः प्रत्ययाः द्विविधाः, तिङ् कृत् च. कृततिङ् इत्यनेन इति सूत्रेण यः प्रत्ययः धातुभ्यः विधीयते अपि च तिङ् नास्ति स च कृत्. स्टिप् अष्टादशसु तिङ् प्रत्ययेषु नास्ति इत्यस्मात् अयं कृत्. स्टिप् इति अष्टादशसु तिङ् प्रत्ययेषु नास्ति इत्यस्मात् अयं कृत्. कर्तरि कृत् इति सामान्यसूत्रेण सर्वे कृत् प्रत्ययाः कर्त्रर्थकाः. तदा कैश्चित् विशिष्टसूत्रैः परिगणिताः कृत् प्रत्ययाः कर्मण्यर्थे अर्थे, तेषु च स्टिप् नास्ति, अतः कर्तरीकृत् इत्यनेन कर्तर्थकः एव. तत्र प्रथमतया तु प्रश्नः अस्ति, स्टिप् इति कर्तर्थके भवति इति कथं जानीमः इति. किमर्थं तादृशप्रश्नः कर्तरार्थकः भवेत् वा कर्मार्थे भवेत् वा भावार्थे भवेत् वा इति किमर्थं चिन्तनीयं तत्र? तत्र एकं सूत्रम् अस्ति कर्तरि शप् इति, सार्वधातुके परे कर्तरि शप् इत्यनेन शप् विधीयमानं भवति. अतः तत्र स्टिप् इति अधुना अन्यत् प्रत्ययः अस्ति, शप् नास्ति. अतः तत्र तस्य विषये कथं जानीमः एतत् कर्त्रर्थकप्रत्ययः भवति इति? अधुना पूर्वं दृष्टवन्तः स्टिप् इति सूत्रालङ्कारे भवति अपि च धातुनिर्देशे भवति इति कार्याणि. कर्त्रर्थके अपि कथं भवति इति कथं जानीमः इति अधुना प्रसङ्गः. प्रथमतया तत्र प्रत्ययः इति कस्य नाम भवति इति चेत्, यत्किमपि धातुभ्यः प्रातिपदिकेभ्यः विधीयते तस्य नाम प्रत्ययः इति भवति. प्रत्ययस्य पूर्वं यदस्ति तदङ्गम्, अङ्गस्य परे यत् अस्ति तत् प्रत्ययः इति. तथा सम्यक् किल भगिनि? किं पुनः वदतु? प्रत्ययात् पूर्वं यत् अस्ति तत् अङ्गं भवति, अङ्गस्य पुरतः किं यत्किमपि अस्ति तत् प्रत्ययः भवति इति. सत्यं. हा, तत् तेन प्रत्ययः इति भवति. स्टिप् इति धातुभ्यः विधीयते, धातुभ्यः परं कार्यं करोति, अतः प्रत्ययः इति भवति. धातुभ्यः विधीयमानाः प्रत्ययः द्विविधः. हा, तत्र वयं जानीमः धातुभ्यः तिङ् इति अपि च कृत् इति प्रत्यय भवतः इति. तत्र एकं सूत्रमपि दृष्टवन्तः. कृत् इति कथं भवति, केन सूत्रेण भवति इत्युक्ते, यत् तिङ् नास्ति तत् कृत् अतिङ् इति कृदतिङ् इति सूत्रेण वयं जानीमः. तिङ् नास्ति चेत् कृत् इति भवति इति, तेन स्टिप् इति कृत् भवति तिङ् नास्ति इति कृत्वा. अपि च स्टिप् इति अष्टादशसु तिङ् प्रत्ययेषु नास्ति अयं कृत्. तदेव तत्र कर्तरि कृत् इति सामान्यसूत्रेण सर्वे कृत् प्रत्ययाः कर्तर्थकाः. कर्तरीकृत् इत्यनेन विधिः भवति. कृत् कर्तर्थके कानि के प्रत्ययाः कैः भवनीयम् इति. तत्र कर्तरीकृत् इति सूत्रेण कृत् प्रत्ययाः कर्तर्थकाः, सूत्रे दत्तमस्ति तादृशम्. अपि च तत्र भगिनी कर्तरि शप् इति अपि अस्ति, कर्तरि कृत् इति अपि अस्ति. कर्तरि शप् इत्यनेन शप् विधि विधीयते कर्तरि कृत् इत्यनेन सामान्यसूत्रेण सर्वे कृत् प्रत्ययाः कर्तर्थकाः भवति. अस्तु अस्तु, तेन कर्तरि प्रयोगे एव भवन्ति कृत् प्रत्ययः. तदा तद् कैश्चित् विशिष्टसूत्रैः परिगणिताः कृत् प्रत्ययाः कर्मण्यर्थे, तेषु च स्तिप् नास्ति, अतः कर्तरि कृत् इत्यनेन कर्तर्थकः एव. तत्र किं दत्तम् इत्युक्ते, कानिचन विशिष्टसूत्राणि सन्ति, तैः परिगणिताः कृत् प्रत्ययाः. तत्र केषुचित् कृत् प्रत्ययेषु विशिष्टसूत्रैः कर्मणि अर्थे एव प्रयोगः भवति इति, किन्तु स्तिप् इति प्रत्ययः तेषु नास्ति, ते अन्य प्रत्ययाः. अतः तत्र कर्तरि कृत् इत्यनेन एव कर्तर्थके एव भवति स्तिप् इति प्रत्ययः. समीचीनं समीचीनम्. अत्र प्रथमतया स्तिप् प्रत्ययः कर्त्रार्थकः इति किमर्थं ज्ञातव्यम्? स्तिप् प्रत्ययः कर्त्रार्थकः वा भवतु, कर्मण्यर्थे वा भवतु, भावार्थे वा भवतु, किमर्थं ज्ञातव्यम् इति चेत्, यथा भगिनी उक्तवती, अत्र वयं पश्यामः सर्वत्र सूत्रेषु विकरणप्रत्ययस्य विधानं दृश्यते खलु. अर्ति सर्ति इत्यत्र शप् विधानं, शप् इत्यस्य लोपः. तदनन्तरम् अग्रे अपि वयं पश्यामः सूत्रेषु, तत्र अग्रे एकं सूत्रमस्ति विच्छति वृष्यति, सर्वत्र पश्यामः चेत् विकरणप्रत्ययः मध्ये अस्ति. पृच्छति इत्यत्र तुदादिगणस्य तत्र अ इति प्रत्ययः अस्ति, तर्हि सर्वत्र प्रत्ययः अस्ति. तादृशप्रत्ययाः तत्र गुण किं गणाश्रितप्रत्ययाः, गणनिमित्तिकप्रत्ययाः कदा भवन्ति? यदा कर्त्रार्थकसार्वधातुकप्रत्ययः परः अस्ति तदानीमेव एते गणनिमित्तिकविकरणप्रत्ययाः आयान्ति. कर्तरि शप् दिवादिभ्यः श्यन्, रुदादिभ्यः श्नम् इत्यादयः, तुदादिभ्यः श इत्यादयः सर्वे प्रत्ययाः. तेषां निमित्तं किम् इति चेत्, कर्त्रार्थकसार्वधातुकप्रत्ययः परः अस्ति चेत्, धातुतः यदा कर्त्रार्थकसार्वधातुकप्रत्ययः अस्ति तदानीम् एव तत्र विकरणप्रत्ययः आयान्ति. तर्हि इदानीं स्तिप् इति प्रत्ययः सार्वधातुकः अस्ति इति ज्ञायते, यतोहि षित् अस्ति. स्तिप् प्रत्ययः षित् अस्ति इति कृत्वा सार्वधातुकः इति ज्ञायते. तर्हि इदानीं तत्र पृच्छति इति धातु दातो तत्र सूत्रे पृच्छति इति धातुनिर्देशः अस्ति स्तिप् प्रत्ययेन. तर्हि तत्र स्तिप् प्रत्ययः सार्वधातुकः इति ज्ञायते, तर्हि तत्र कथं विकरणप्रत्ययस्य विधानं भवति? अ इति तुदादिभ्यः श इति विकरणप्रत्ययः कथं तत्र विधीयते? यदि स्तिप् प्रत्ययः कर्त्रार्थकः अस्ति तदानीमेव भवितुम् अर्हति खलु. स्तिप् प्रत्ययः कर्त्रार्थकः अस्ति, सार्वधातुकः अस्ति, तदानीमेव एते गणविकरणप्रत्ययाः आगन्तुं शक्नुवन्ति. तर्हि तत्र कथं स्तिप् प्रत्ययः कर्त्रार्थे अस्ति इति वक्तुं शक्यते इति एव प्रश्नः. तदर्थं किम् उच्यते अत्र इति चेत्, अत्र तत्र यः प्रथमतया यः प्रत्ययः तिङ् नास्ति सः प्रत्ययः कृत् इति वयं जानीमः. कृदतिङ् इति सूत्रमस्ति अत्र अस्माकम् अष्टाध्याय्यां, तत्र तृतीयपादे तत्र धातोः इति अधिकारः अस्ति. तत्र सर्वे प्रत्ययाः धातुभ्यः विधीयमानाः प्रत्ययाः सर्वे प्रत्ययाः तृतीयाध्याये एव सन्ति. तर्हि तृतीयाध्याये के के प्रत्ययाः सन्ति इति चेत्, तत्र सनादिप्रत्ययः, विकरणप्रत्ययः, तिङ्प्रत्ययः, कृत्प्रत्ययः, तिङ्प्रत्ययः इति एते सर्वे सन्ति. तत्र तर्हि तत्र कृत्प्रत्ययः कः इति चेत्, यः प्रत्ययः तिङ्भिन्नः अस्ति, तिङ्भिन्नः यः प्रत्ययः सः प्रत्ययः कृत्प्रत्ययः. तर्हि ष्टिप् प्रत्ययः कीदृशः इति चेत्, सः ष्टिप् प्रत्ययः तिङ्प्रत्ययेषु नास्ति, अष्टादश तिङ्प्रत्ययेषु नास्ति इति कृत्वा ष्टिप् प्रत्ययः कृत्प्रत्ययः इति वयं जानीमः. तर्हि एतावता किं जानीमः? स्तिप् प्रत्ययः सार्वधातुकप्रत्ययः इति जानीमः षित्वात्, अनन्तरं स्तिप् प्रत्ययः कृत्प्रत्ययः इति जानीमः तिङ्भिन्नत्वात्. तिङ्भिन्नः अस्ति इति कृत्वा स्तिप् प्रत्ययः कृत्प्रत्ययः इति जानीमः. तर्हि तस्य संज्ञाद्वयम् अस्ति, सार्वधातुकसंज्ञा, कृत्संज्ञा, संज्ञाद्वयम् अस्ति. ततः परं तत्र स्टिप्रत्ययः कस्मिन् अर्थे अस्ति इति प्रश्नः उदेति. कस्मिन् अर्थे अस्ति इति प्रश्नः उदेति. तदर्थं वयं पश्यामः अत्र एकं सूत्रमस्ति कर्तरि कृत् इति सूत्रम् अर्थविवरणं ददाति. कर्तरि कृत् इति सूत्रं किं वदति इति चेत् सर्वे कृत् प्रत्ययाः इदं सूत्रम् उत्सर्गसूत्रमस्ति. सर्वे कृत् प्रत्ययाः कर्त्रार्थे एव भवन्ति इति सामान्यसूत्रमस्ति. तदनन्तरं तत्र अपवादाः उक्ताः सन्ति. तत्र कृत् प्रत्ययेषु केचन प्रत्ययाः सन्ति ये कर्त्रार्थे न भवन्ति परन्तु कर्मार्थे भावार्थे भवन्ति. यथा वयं जानीमः तप् प्रत्ययः, तव्यत् प्रत्ययः, अनियर् प्रत्ययः, ण्यत् प्रत्ययः, यत् प्रत्ययः. एते प्रत्ययाः कर्त्रार्थे न भवन्ति, एते प्रत्ययाः कर्मार्थे भावार्थे एव भवन्ति सामान्यतया. तर्हि सामान्यसूत्रमस्ति अस्ति कर्तरि कृत्, तस्य अपवादाः उक्ताः. अपवादसूत्रेषु स्टिप् प्रत्ययस्य उल्लेखः नास्ति इति कृत्वा स्टिप् प्रत्ययः कर्त्रार्थे एव भवति कर्तरि कृत् इति सूत्रेण. तर्हि इदानीं वयं जानीमः स्टिप् प्रत्ययः सार्वधातुकसंज्ञकः अस्ति, स्टिप् प्रत्ययः कृत् प्रत्ययः अस्ति तिङ्भिन्नत्वात्, स्टिप् प्रत्ययः कर्त्रार्थे अस्ति यतोहि कर्तरि कृत् इति सूत्रेण सर्वे कृत् प्रत्ययाः कर्त्रार्थे एव भवन्ति. यत्र यत्र अपवादसूत्रमस्ति चेत् भिन्नवार्ता, परन्तु अपवादसूत्रे स्टिप् प्रत्ययस्य उल्लेखः नास्ति इति कृत्वा कर्तरि कृत् इति सूत्रेण कर्त्रार्थे भवति इति वयं ज्ञातुं शक्नुमः. इदानीं स्टिप् प्रत्ययः सार्वधातुकसंज्ञकः अपि अस्ति, कर्त्रार्थे अपि अस्ति इति कृत्वा, अपि च धातुतः विधीयमानः अपि अस्ति स्टिप् प्रत्ययः इति कृत्वा अत्र विकरणप्रत्ययस्य विधानं शक्यते. शप्रत्ययः भवितुम् अर्हति, श्यन् अपि भवितुम् अर्हति, यः कोऽपि विकरणप्रत्ययः भवितुम् अर्हति धातुगणम् आश्रित्य. बुद्धं वा एतावता? आं भगिनि. अस्तु, समीचीनं. कोऽपि प्रश्नः अस्ति वा? अग्रे गन्तुं शक्नुमः. अस्तु, इदानीं अग्रे उमा भगिनी पठति वा? भगिनि, एकः प्रश्नः. तर्हि तत्र इक्ष्टिपौ इत्यस्मिन् इक् इति कीदृशप्रत्ययः अस्ति तत्र? भवती एव परिशीलयतु. अर्थधातुक अस्ति वा तत्र? षित् नास्ति. समीचीनम्. अर्धधातुकः अस्ति परन्तु तत्र अर्धधातुक अस्ति. अर्धधातुक तत्र तु कर्त्रार्थे कर्मार्थे इत्यस्य प्रसक्तिः एव न भवति न? भवति वा? किमर्थं न भवति? किमर्थं न भवति? इक् प्रत्ययः यथा तत्र स्टिप् प्रत्ययः इदानीम् अस्माभिः उक्तं सार्वधातुकसंज्ञकः कृत् प्रत्ययः इति उक्तं खलु, कर्त्रार्थ्य इति उक्तं. तत्र त्रयः विषयाः उक्ताः. इदानीम् इक् प्रत्ययस्य विषये वदतु, तथा एव वदतु. इक् अपि तत्र इक् सार्वधातुकप्रत्ययः नास्ति, परन्तु तिङ् प्रत्ययः अपि नास्ति, अतः कृदतिङ् इत्यनेन तत्र कृत् प्रत्ययः भवति. अपि च तत्र क्रमेण वदतु, क्रमेण वदतु. प्रथमम् इक् प्रत्ययः सार्वधातुकसंज्ञकः वा अर्धधातुकसंज्ञकः वा? अर्धधातुक यतोहि तिङ्क्षित् नास्ति, अतः अर्धधातुकसंज्ञकः अस्ति. तदनन्तरम् इति तिङ् प्रत्ययः नास्ति, अतः अतिङ् कृद् अतिङ् इति कृदतिङ् इति सूत्रेण तत्र यत्र तिङ् प्रत्ययः नास्ति कृत् प्रत्ययः भवितुम् अर्हति, अतः तत्र कृत् प्रत्ययः भवति. कर्तरि कृत् इति सामान्यसूत्रेण तत्र सर्वे कृत् प्रत्ययाः कर्त्रार्थे भवति इति कारणात् तत्र इक् अपि कर्त्रार्थे एव भवति इति मम अवगमनम्. समीचीनं, समीचीनं. तत् तावदेव समीचीनम्, उत्तमं तावदेव. अस्तु, अन्यत् किमपि नास्ति. अस्तु, धन्यवादः. अस्तु, अपि च तत्र स्मर्तव्यम् इक् स्टिप् द्वौ अपि धातुतः विद्यमानौ. धातुतः विद्यमानं धातुतः विदित्वा तत्र नूतनप्रातिपदिकं भवति वा भगिनि तत्र? हा, नूतन प्रातिपदिकं भवति इति भिन्नविषयः, परन्तु कस्मात् विधीयते इति चेत् धातुतः एव विधीयते. कृत् प्रत्ययः अस्ति इति कृत्वा प्रातिपदिकसंज्ञा लभ्यते इति तु अस्ति. अतः एव समीचीनं, समीचीनं. तत्र समीचीनः विषयः भवत्या उक्तम्. इत्युक्ते तत्र कृत् प्रत्ययः, इदानीं तत्र इक् प्रत्ययः अपि कृत् प्रत्ययः अस्ति, स्टिप् अपि कृत् अस्ति. तर्हि धातुतः कृत् प्रत्ययः विधीयते चेत् तत्र किं लभ्यते इति चेत् प्रातिपदिकं लभ्यते. केन सूत्रेण? कृत्तदितसमासाश्च इति सूत्रेण प्रातिपदिकसंज्ञा लभ्यते. कृत् प्रत्ययस्य योजनेन प्रातिपदिकसंज्ञा लभ्यते. अतः एतानि सर्वाणि पदानि तत्र सुबन्तपदानि सन्ति. सर्ति अर्ति सर्वाणि सुबन्तपदानि सन्ति. यतोहि तत्र पश्यामः चेत् पाग्राद्मास्ता मा मान् दान्दृशि सर्वं तत्र पश्यामः चेत् तत्र समस्तपदमस्ति खलु. सुबन्तं पदमस्ति. अतः एतानि सर्वाणि प्रातिपदिकानि. तस्मात् सुबुत्पत्तिः अपि भवति. अस्तु, उमा भगिनी अग्रे पठतु. क्षम्यतां भगिनि. तत्र यथा ष्टिप् छन्दसि एव प्रयोगः तथैव इक् वा? हा, इक् अपि तत्र छन्दसि एव प्रयोगः इति नास्ति. तत्र अस्माकं सूत्रेषु इक् प्रत्ययेन धातोः निर्देशः कृते, इत्युक्ते धातु इस् बिङ्ग् सेड् यूसिङ्ग् द इक् प्रत्यय अण्ड् ष्टिप् प्रत्यय. तस्य प्रयोजनं किम् इति चेत् एकः प्रयोजनः अलङ्कारः, अलङ्कारार्थम्. अनन्तरं छन्दः, छन्दः इत्युक्ते किं? छन्दसि इति नार्थः. छन्दः इत्युक्ते नाट् इन् यूस्ड् इन् वेदास् इति अर्थः नास्ति. छन्दः इत्युक्ते तत्र वर्णानां गणना भवति खलु, गुरुलघुभेदः भवति खलु. छन्दः इति तत्र वेदाङ्गम् अस्ति. यत्र तत्र वर्णानां मात्राभेदः, गुरुलघुभेदः इत्यस्मिन् विषये तत्र नियमाः भवन्ति. तादृशनियमपालनार्थमपि अत्र सूत्रेषु ष्टिप् प्रत्ययस्य योजनं भवति. इत्युक्ते एकः अधिकः इति इदानीं पश्यतु, अर्ति इत्यत्र ऋ इति धातुः वयं स्वीकुर्मः चेत् तत्र ऋ इति धातौ एकः एव वर्णः अस्ति खलु, ऋ इति. इदानीम् अर्ति इति वदामः चेत् तत्र इतोपि वर्णाः योजितः खलु. इदानीं रेपः अपि च टकारः इकारः इति त्रयः वर्णाः योजिताः. एवमेव सर्ति इत्यत्र त्रयः वर्णाः योजिताः, वर्णद्वयं योजितः. यतोहि सृ इत्यत्र सकारः ऋकारः, धातुः तु सृ इति अस्ति, वर्णद्वयमेव अस्ति. इदानीम् अत्र इतोपि वर्णत्रयं योजितं, रेपः टकारः इकारः ऋकारस्य स्थाने. इति तत्र छन्दः इत्युक्ते तत्र सूत्रेषु कति वर्णाः भवितुम् अर्हन्ति इति तदर्थं नियमाः सन्ति. कति वर्णाः भवितुम् उच्चारणसौलभ्यं सर्वं स्वीकृत्य अत्र छन्दसः कृते अपि अत्र सूत्रेषु इक् प्रत्ययस्य ष्टिप् प्रत्ययस्य योजना भवति. धन्यवादः भगिनि, अवगतम्. अस्तु भगिनी, कृपया पठतु. लः कर्मणि च भावे च अकर्मचिभ्यः 3, 4, 6, 9 इत्यनेन लकाराः तेषां स्थाने चिह्नः च त्रिषु अर्थेषु भवन्ति, कर्तरि कर्मणि भावे च. तयोरेव कृत्यक्तकलर्थाः 3, 4, 7, 6 इत्यनेन कृत्सु प्रत्ययेषु कृत्यप्रत्ययाः सप्रत्ययाः खलर्थाः च प्रत्ययाः भावे कर्मणि एव भवन्ति. एतान् विहाय सर्वे कृत् प्रत्ययाः कर्तरि कृत् इत्यनेन कर्तर्थकाः इति सामान्यस्थितिः. अत्र कर्मणि भावे अर्थेषु कुत्र कुत्र आगच्छति इति दत्तं. लः कर्मणि च भावे च अकर्मचेभ्यः इत्यनेन भावे अकर्मचेभ्यः लः कर्मणि च भावे च इत्यनेन लकाराः तेषां स्थाने सिंहः च त्रिषु अर्थेषु भवति, तर्हि कर्तरि कर्मणि भावे च. तदेव कृत्यप्तफलर्थाः कृत्यप्रत्ययः सप्रत्ययः फलर्थाः प्रत्ययः इत्यनेन कृत्यप्रत्ययेषु कृत्यप्रत्ययः सप्रत्ययः फलर्थाः प्रत्ययः भावे कर्मणि एव भवन्ति. सो कृत्य स खलर्था एतेषां भावीकर्मणि एव भवन्ति। एतान् विहाय सर्वे कृत्याः कर्तरिष् अपि जनेन कर्तर्तकाः भवन्ति। समीचीनं, तर्हि अत्र लः कर्मणि च भावे च अकर्मकेभ्यः इति सूत्रं बहु मुख्यसूत्रमस्ति। तत्र लकाराः कस्मिन् अर्थे लकाराः विधीयन्ते इति उच्यते। लकाराः अत्र कर्त्रार्थे भवन्ति, कर्तरि इत्यस्य अनुवृत्तिः भवति अस्मिन् सूत्रे, कर्तरी कृत् इत्यस्मात् सूत्रात् कर्तरि इत्यस्य अनुवृत्तिः अस्मिन् सूत्रे भवति। अतः लः कर्तरि कर्मणि च भावे लकाराः कर्त्रार्थे भवन्ति, कर्मार्थे भवन्ति, भावार्थे अकर्मकेभ्यः, भावार्थे अकर्मकेभ्यः। अनेन ज्ञायते कर्त्रार्थे कर्मार्थे सकर्मकेभ्यः धातुभ्यः लकाराः भवन्ति, अकर्मकेभ्यः धातुभ्यः भावार्थे लकाराः भवन्ति इत्युक्ते तिङ् प्रत्ययाः। अतः एव वयं वदामः तत्र कर्तरी प्रयोगः, कर्मणि प्रयोगः, भावे प्रयोगः इति सर्वं वदामः खलु, तत्सर्वम् इदं सूत्रम् आश्रित्य एव, लः कर्मणि च भावे च अकर्मकेभ्यः इति सूत्रेण। तत्तु तिङ्प्रत्ययस्य विषये अस्ति, तिङ्प्रत्ययस्य विषये अस्ति केवलं सूचनार्थम्। अत्र तु अस्माकं विषयः तु स्टिप् प्रत्ययः, इक् प्रत्ययः तु कृत् प्रत्यय प्रत्ययौ स्तः। अतः अत्र कर्तरीकृत् इति सूत्रस्य एव अस्माकं विषयः अस्ति। तर्हि कर्तरीकृत् इति सूत्रं सामान्यसूत्रं, तर्हि सर्वे कृत् प्रत्ययाः कर्त्रार्थे भवन्ति इति ज्ञायते। तस्य अपवादसूत्रमस्ति तयोरेव कृत्य तत्कलर्ताः इति सूत्रं, तयोः एव। इदं सूत्रं लः कर्मणि च भावे च अकर्मकेभ्यः इति सूत्रस्य अग्रिमं सूत्रमस्ति। अतः तयोः एव इत्युक्ते भावकर्मणोः एव, भावकर्मणोः तत्र कर्मणि भावे अनयोः अनुवृत्तिः, अत्र तयोः एव इत्युक्ते भावकर्मणोः एव। कृत्य कृत्यप्रत्ययः, कृत्य इति संज्ञा अस्ति, तत्र केषाञ्चन परिगणितानां प्रत्ययानां कृत्य इति संज्ञा अस्ति। के ते प्रत्ययाः इति चेत् तव्य, तव्यत्, अनियर्, यत्, ण्यत्, क्यप्, केलिमर् इति सप्तप्रत्ययाः। तव्य, तव्यत्, अनियर्, यत्, ण्यत्, क्यप्, केलिमर् इति एते प्रत्ययाः अत्र कृत्यप्रत्ययः। तप्रत्ययः इति वयं जानीमः, तप्रत्ययः, अनन्तरं कलर्थप्रत्ययः, कलर्थप्रत्ययः इति तत्र विशेष विशेषकलर्थः इति विशेषः अस्ति। अत्र कृच्छ्र कृच्छ्रेषु इति भवति, कृच्छ्र इत्युक्ते कष्टम्, अनन्तरम् अकृच्छ्रेषु इति चेत् सुखम्। तस्मिन् अर्थे कृच्छ्राकृच्छ्रार्थेषु खल् प्रत्ययः भवति। यथा वयं जानीमः तत्र रूपाणि भवन्ति दुष्करः, सुकरः इत्यादीनि, ईषत्करः इत्यादीनि रूपाणि भवन्ति खलु, तादृशरूपाणि यत्र भवन्ति ते अपि प्रत्यये अपि तत्र कर्मार्थे अथवा भावार्थे एव भवन्ति। तत्र सूत्रमस्ति ईश दुस्सुष् कृच्छ्राकृच्छ्रार्थेषु खल् इति सूत्रेण खल् प्रत्ययाः भवन्ति। तत्र रूपाणि अस्ति ईषत्करः, दुष्करः, सुकरः इत्यादीनि रूपाणि, ते यत्र वाक्येषु तादृशरूपाणि भवन्ति तत्रापि वयं ज्ञातुं शक्नुमः तत्र खल् प्रत्ययः अस्ति, तत्र कर्मार्थे अथवा भावार्थे भवन्ति। यथा ईषत्करः भवता कटः, भवता कटः ईषत्करः, तर्हि तत्र कर्मार्थे अस्ति कटः इति कर्म, कटः ईषत्करः, ईषत्करः इत्युक्ते किञ्चित् कृतः इत्यर्थः, किञ्चित् कृतः ईषत्करः, भवता कटः ईषत्करः इति तादृश खल् प्रत्ययः, ते अपि तत्र कर्मार्थे अथवा भावार्थे भवन्ति। तर्हि आहत्य के प्रत्ययाः कर्मार्थे भावार्थे भवन्ति इति चेत् कृत्यप्रत्ययाः, यथा तव्यत्, तव्यत्, अनियर्, यत्, ण्यत् इति प्रसिद्धप्रत्ययाः, तप्रत्ययः, अनन्तरं कलर्थप्रत्ययः, एते सर्वे प्रत्ययाः कर्मार्थे भावार्थे भवन्ति, अन्ये प्रत्ययाः कर्त्रार्थे एव भवन्ति इति वयं जानीमः अत्र। अवगतम्? सम्यक् अवगतम्। अस्तु अस्तु, तर्हि इदानीम् अग्रे गच्छेम, कोऽपि प्रश्नः नास्ति चेत्। अरविन्द महोदय अग्रे पठति वा? इषु गमयमा च इति यावत् अत्रापि पा घ्रा इति सूत्रे यङ्ग् लुक् इत्यस्य प्रसङ्गः नास्ति, यतोहि सूत्रस्य निमित्तं षित् यस्मात् सर्वधातुप्रकरणे एव प्रसक्तिः यक् यङ् लुक् च आर्धधातुकप्रकरणे अस्ति अतः अत्र षित् प्रत्ययस्य प्रयोगः केवलं सूत्रशैल्यार्थम् अर्ति सर्ति च धातुनिर्देशे तत्र इषु गम्यमाच्छ अत्र एवं आग्रात्मा इति सूत्रे यङ् लुक् प्रत्ययस्य प्रसङ्गः नास्ति इति सूचयितुं टीषित् षित् नास्ति यङ् लुक् इति कारणतः षित् नास्ति इति कृत्वा षित् प्रत्ययस्य योगे केवलं कर्तव्यकर्त्रार्थे भवति सूत्रशैल्यार्थमेव अत्र अर्ति सर्ति इति धातु निरूपणं रूपयितुं तस्य शिक्तिपौ इति प्रत्ययः उपयोगं कृतम् अस्ति इति समीचीनम् इत्युक्ते अस्माभिः किम् उक्तम् इति चेत् स्टिप्प्रत्ययः यत्र सूत्रेषु धातोः निर्देशः क्रियते स्टिप्प्रत्ययेन तत्र यङ्लुकि तादृशसूत्रस्य कार्यं नास्ति इति उक्तम् तर्हि इदानीम् अस्माकं पुरतः सूत्रद्वयम् अस्ति पाग्राद्मा सामान् इति दीर्घसूत्रम् अनन्तरम् इषुगम्यमांशः तत्र इषुगम्यमांशः इत्यत्र तु स्टिप्रत्ययेन निर्देशः नास्ति इक् प्रत्ययेन निर्देशः परन्तु पाग्राद्मा इति सूत्रे अर्ति सर्ति इति तु स्टिप्रत्ययेन निर्देशः अस्ति तर्हि किमर्थं स्टिप्रत्ययेन निर्देशः कृतः यङ्लुकि तस्य कार्यं न स्यात् इति कृत्वा वा इति चेत् न यतोहि अस्य सूत्रस्य तु प्रसक्तिः एव नास्ति यङ्लुकि यतोहि यङ् प्रत्ययः स्टिप्षित् नास्ति अतः तथापि अत्र स्टिप्रत्ययेन निर्देशः कृतः इति चेत् किमर्थम् इति चेत् अत्र केवलं धातुनिर्देशार्थम् इति अत्र उक्तमस्ति इत्युक्ते पाणिनेः विवक्षानुगुणं तस्य इच्छानुगुणं कुत्रचित् इक्प्रत्ययेन कुत्रचित् स्टिप्रत्ययेन अर्ति इत्यत्र अत्र साक्षात् अर्ति सर्ति इत्यत्र स्टिप्रत्ययेन निर्देशः कृतः यङ्लुकि निवृत्त्यर्थं नास्ति परन्तु अत्र छन्दसः कृते यतोहि छन्दसि शप्रत्ययस्य विकल्पिनलोपः भवति इति कृत्वा छन्दसः कृते तत्र स्टिप्रत्ययेन निर्देशः कृतः परन्तु अन्यत्र वयं पश्यामः चेत् तस्य विवक्षानुगुणम् इकानिर्देशः भवति नो चेत् स्टिपानिर्देशः भवति अस्तु अग्रिमपरिच्छेदमपि पठतु अधुना पाघ्राद्मा इति सूत्रे दृशि इत्यस्ति सानुबन्धधातु दृशिर् निरनुबन्धधातुश्च दृश् कथं वा दृशि दृशिर्योगः इक् योगः दृश् इति दृशिर्योगः इक् तत्र अनुबन्धलोपानन्तरं दृश् योगः इ इक् प्रत्ययः धातुभ्यः विहितः न षित् न वा तिङ् कृति कृत्वा आर्धधातुकः तस्मात् न शप् अतः दृश् योगः इत्येव स्थिति इदानीम् अग्रे किमर्थं न पुगन्धलघुपदस्य च इति सूत्रेण गुणो न स्यात् इक् प्रत्ययः कित् कित्वात् किति किति च इत्यनेन गुणनिषेधः दृश् योगः इति दृशि एव भवति न गुणः भवति तत्र तत्र प्राग्रात्मा तस्मिन् गणे दृश् दृशिर् इति औपदेशिकधातुः अस्ति तत्र अनुबन्धलोपानन्तरं दृश् एव अस्ति तत्र धातुनिर्देश इक् इक्षिपौ इति क्षिपौ इत्यस्य इक् प्रत्यय विधीयते इति केन इक् प्रत्यय विधीयते इति कृत्वा अत्र क्षित् तिङ् आर्धधातुकत्वविवक्षा अस्ति कृत्वा इक् विधीयते इति कारणतः इक् भवति किन्तु अद् कित् अस्ति इक् कित् अस्ति कृत्वा किति किति च कार्यं करोति तत् किमस्ति इति कृत्वा इति कारणं किं पृच्छते सति कित् अस्ति कृत्वा गुणनिषेधं भवति तत्कारणतः पुगन्धलघुपदस्य च अपि कार्यं कर्तुं न शक्नोति इति कृत्वा षित् न दत्तम् इक् एव दत्तमस्ति समीचीनं दृशि इति उक्तं यदि तत्र स्टिप् अस्ति चेत् किं भवति रूपं तत्र तत्र दर्श् इति गुणः जायते खलु आम् गुणः जायते समीचीनं। कोऽपि प्रश्नः अस्ति वा ईक्ष्तिपो धातुनिर्देशे इति वक्तव्यम् इति वार्तिकस्य कृते? तत्र प्रश्नः अस्ति भवति दृशि सम्बन्धे, दृशि कोऽपि कृतस्ति वा धातु नास्ति? दृश् इति धातुः अस्ति खलु, दृशि दृश् धातुः अस्ति। न, अहं दृशि सम्बन्धे वदामि, दृशि दृश् दृशि इति इदानीं प्रातिपदिकम् अस्ति। ओ, दृशि इति प्रातिपदिकमस्ति। इक् इति तत्र इक् प्रत्ययः कृत् प्रत्ययः अस्ति खलु, अतः दृशि इति इदानीं प्रातिपदिकम् अस्ति। दृशि प्रातिपदिकम् अस्ति यथा दृशि कृत् अस्ति एककारणेन दृशि। अहं धन्यवादः। अस्तु, वंशी भगिनि किमस्ति? अतः तत्र पाणिना द्वयम् अपि योजितम्, एकं तु आर्धधातुकृते, एकं तु सार्वधातुकृते एव भगिनि, यतोहि तत्र यत्र गुणः अपेक्षितः तत्र क्षिप् इति योजितं भवति, यत्र गुणः न अपेक्षितं तत्र इक् इति भवति वा तत्र? समीचीनम्। अस्तु, अर्ति इत्यस्मिन् तु स्टिप् योजितं, यतोहि तत्र गुणः अपेक्षितम् अर्ति इत्यस्मिन्। तत्र गुणः न, अत्र गुणः अपेक्षितः इति कृत्वा इक् इक् स्टिप् योजितं, गुणः न अपेक्षितः इति कृत्वा इक् योजितम् इति तथा नास्ति। इत्युक्ते यत्र यत्र यङ्लुकि कार्यं न स्यात् इति विचिन्त्य स्टिप् योजितम्। ओ अस्तु, हा तदपि अस्ति, हा समीचीनम्। इति तद् सः एव मुख्यवार्ता अस्ति, यत्र यङ्लुकि तस्य कार्यं न स्यात् इति कृत्वा एव स्टिप् प्रत्ययस्य योजनमस्ति, तत्र स्टिप् प्रत्ययः योजितः इति कृत्वा गुणः अपि भविष्यति। अस्तु, आम् आम्, चिन्तित्वा योजितं, बहु चिन्तित्वा। धन्यवादः भगिनि। अस्तु, इदानीम् अग्रे सूर्यकुमारी भगिनी पठति वा? भगिनि, यङ्लुक् प्रसङ्गे पठतु स्टिप् प्रत्ययः। न श्रूयते, क्षम्यतां भगिनि। यङ्लुकः प्रसङ्गे, यङ्लुक् प्रसङ्गे स्टिप् प्रत्ययः सूत्रस्य अलङ्कारार्थम् उपयुज्यते पाणिना पाणिन्ना इति उक्तं, ततः अग्रे अन्यत् एकं प्रयोजनं भवति। कुत्रचित् सूत्रेषु धातो निर्देशो धातोः स्थिप्रत्यये भवति, येन यङ्लुकि तस्य सूत्रस्य कार्यं तस्य धातोः कृते न स्यात् इति प्रदर्शनार्थम्। वयं चर्चितवन्तः यङ्लुक् प्रसङ्गः नास्ति चेत् स्थिप् प्रत्यय आयाति। स्थिप् प्रत्यय धातुनिर्देशे एव भवति, यङ्लुक् सूत्रकार्यं न भवति चेदेव स्थिप् प्रत्यय आयाति। हा, कस्यचित् सूत्रस्य कार्यं यङ्लुकि न स्यात् इति चिन्तयति चेत् तदानीं तादृशधातोः निर्देशः स्टिप् प्रत्ययेन क्रियते सूत्रेषु। तत्र स्टिप् प्रत्ययः यथा इक् प्रत्ययः अलङ्कारार्थम् उपयुज्यते इति सर्वं वयं जानीमः, परन्तु स्टिप् प्रत्ययस्य विशेषप्रयोजनं किम् इति चेत् यदि धातोः निर्देशः सूत्रेषु स्टिप् प्रत्ययेन क्रियते चेत् तदानीं तादृशसूत्रं यङ्लुकि कार्यं न करोति इति उक्तमस्ति। अग्रिमवाक्यं पठतु। अत्र बहूनां जिज्ञासा युक्तं व्युत्पन्नं व्युत्पन्ना यङ्लुगन्तं नाम किम्, अतः तस्मिन् सम्बन्धे किञ्चित् उपस्थापये परिचयत्वेन। यङ्लुक् नाम किम् इति अवधेयं किञ्चित् उपस्थाप्यते. समीचीनं, धन्यवादः भगिनि. इदानीं अग्रे विनयकुमार् महोदय पठतु. आं भगिनि, पाणिनेः धातुपाठे द्विसहस्रं धातवः सन्ति. भू, दा, पठ, लिख, जा, क्री इत्यादयः द्विसहस्रे धातुषु अस्माकं बहवः परिचितः. इमे पाणिनीयधातुपाठे स्थितः सर्वे धातवः औपदेशकधातवः इति उच्यन्ते. तदा द्वादशप्रत्ययः सन्ति ये एभ्यः धातुभ्यः विधीयन्ते. यदा इमे प्रत्ययाः विहिताः भवन्ति तदा नूतनधातवः निष्पन्नः भवन्ति. येषाम् अस्मभिः नूतनया निष्पादितधातूनां नाम आदिदेशकधातु, यथा णिचपत्यस्य संयोजनेन णिजन्तधातु निष्पन्नः. लिख् इति औपदेशकधातुः, तस्मात् यदा णिच् वहितः भवति तदा लेखि इति नूतनः णिजन्तधातु निष्पन्नः. अयं च आदिदेशकधातुः. सन्नन्तधातुः अपि तथा. कृ इति औपदेशकधातुः, चिकीर्ष इति सन्नन्तः आदिदेशकधातु, लटि चिकीर्षति. एषु द्वादशु अतः केवल धातुसम्बन्धे द्विविध औपदेशिकधातवः अपि च आतिदेशिकधातवः. परन्तु औपदेशिकधातवः आधारेण ययन्त, लिजन्त, सन्नन्त प्रत्ययः योजित्वा धातु आतिदेशिकधातवः भवति. परन्तु आदिदेशकधातुः नवधातुः अस्ति. नवधातु आधारेण प्रातिपदिक भवति. यतः किमर्थं नवधातवः इति वदति, नूतनधातुः इति वदति वा? नवधातु अर्थात् नूतनधातुः. क्षम्यतां, नव नैन् नास्ति, नवतः नूतनधातु भवति. अतः वयं जानीमः. अतः अत्र कथम् आदिदेशिकधातवः निष्पन्नः इति विषयः अस्ति. परन्तु यङ्ग् लुगत् अन्यविषयः, यङ्ग् अपि अत्र यन्त, सनन्त इत्यादि. परन्तु तथा अन्यविषयः, यदा अदादिसम्बद्धे वदामः तद् अन्यविषयः यङ्ग् लुगत् सम्बन्धे. समीचीनम्, अस्तु, धन्यवादः. इदानीं वयं जानीमः तत्र धातुपाठः इति अस्ति इति वयं जानीमः. तत्र धातोः उल्लेखः अस्ति धातुपाठे. धातवः पठिताः तत्र, उपद्विसहस्रधातवः सन्ति इति वयं जानीमः. ते सर्वे अपि औपदेशिकधातवः इति व्यवहारः अस्ति लोके. तेषां धातुसंज्ञा केन सूत्रेण भवति? भूवादयो धातवः इति सूत्रेण तेषां सर्वेषां धातुसंज्ञा भवति. ते सर्वे औपदेशिकधातवः इति व्यवहारः अस्ति इति वयं जानीमः. नूतनं किमपि नास्ति. परन्तु तेभ्यः धातुभ्यः, औपदेशिकधातुभ्यः, यथा भूदा, पट्लिक् इत्येतेभ्यः धातुभ्यः केचन प्रत्ययाः विधीयन्ते. यथा तत्र किं निच् प्रत्ययः इति वयं जानीमः. निच् प्रत्ययः प्रसिद्धः. पट् योगः निच् इति वदामः चेत् तदानीं पाटी इति नूतनधातुः. तर्हि एतेभ्यः औपदेशिकधातुभ्यः यदा एते धातुप्रत्ययाः विधीयन्ते तदानीं नूतनधातुः निर्मितः भवति. के ते धातुप्रत्ययाः इति चेत् द्वादशप्रत्ययाः सन्ति. यथा तत्र निच्, यङ् अनन्तरं सन्, क्यच्, काम्यच्, यक् आयम् इत्यादयः प्रत्ययः आयप्रत्ययः इत्यादयः प्रत्ययः द्वादश सन्ति ते प्रत्ययः यदा धातुभ्यः विधीयन्ते तदानीं नूतनधातुः निर्मितः भवति तत्र नूतनधातोः धातुसंज्ञा केन सूत्रेण भवति सनाद्यन्ताधातवः सनाद्यन्ताधातवः हा इति सूत्रेण तेषां सर्वेषां धातुसंज्ञा भवति ते एव यदि सनाद्यन्ताधातवः इति सूत्रेण यदा धातुसंज्ञा भवति तदानीं वयं वदामः ते सर्वे आतिदेशिकधातवः इति व्यवहारः अस्ति तर्हि अत्र यङ् इति प्रत्ययः अपि अन्यतमः अस्ति धातुप्रत्ययेषु यङ् प्रत्ययः अन्यतमः अस्ति तस्य विशेषः कः इति चेत् यदा यङ् प्रत्ययः धातुभ्यः विधीयते तदानीं नूतनधातुः निर्मितः भवति यङ् प्रत्ययः सर्वेभ्यः धातुभ्यः विधीयते वा इति चेत् न धातोरेकाचो हलादेः क्रियासमभिहारे यङ् इति सूत्रेण हलादिधातुः एकाच् यस्मिन् एकः एव अच् अस्ति तादृशधातुः अस्ति चेत् एव यङ् प्रत्ययः विधीयते तर्हि यङ् प्रत्ययस्य विशेषः कः इति चेत् यङ् प्रत्ययस्य विकल्पेन लोपः अपि भवति इदानीं पट् धातुतः यङ् प्रत्ययः विधीयते चेत् पट् योगः यङ् इदानीं पट् योगः यङ् इत्यस्य नूतनधातुसंज्ञा भवति सनाद्यन्तादातवः इति सूत्रेण तर्हि इदानीं पट् योगः यङ् इति स्थितौ यदि यङ् लुगन्तरूपं साधयितुम् इच्छामः तदानीं यङ् प्रत्ययस्य लोपः भवति विकल्पेन तर्हि पट् योगः यङ् यङ् प्रत्ययस्य लुक् भवति तर्हि पट् पट् इति इदानीं तत्र यङ् प्रत्ययः अपि अस्ति परन्तु लोपः जातः इति कृत्वा पट् इति अस्ति तत्र द्वित्वं सर्वं भूत्वा द्वित्वकार्यम् अभ्यासकार्यं सर्वं भूत्वा पापट् पापट् इति यङ् लुगन्तधातुः तत्र पापट्य इति यङ्गन्तधातुः पापट् इति यङ् लुगन्तधातुः पापट् इति यः धातुः अस्ति सः धातुः सनाद्यन्ताधातवः इति सूत्रेण तस्य धातुसंज्ञा सः एव आतिदेशिकधातुः इति व्यवहारः अस्ति अस्तु अग्रे गीताञ्जलि भगिनी पठति वा भगिनी तत्र लुक् इति लोपः वा इति यङ् लुगन्तम् इति तत्र लुक् लुक् श्लू लुपः इति तत्र तत्र लुक् इति नामकरणं लुक् इति लोपः नामकरणम् भगिनी तत्र लुक् नित्यम् अपि विकल्पेन इति उक्तं खलु विकल्पेन इति कृत्वा यङ्गन्तरूपमपि शक्यते यङ् लुगन्तरूपमपि शक्यते तत्र पठ् योगः यङ् द्वित्वं चेत् अपि पापट् भवति लुक् नास्ति चेत् पापट्य द्वयोः अर्थः समानमेव वारं वारम् इत्यस्मिन् अर्थे यदि बालकः गृहपाठं पापट्टि इति वदामि चेत् पापट्टि इति वदामि चेत् तत्र पुनः पुनः करोति गृहपाठम् इति अर्थः अथवा अधिकाधिकं करोति तीव्ररीत्या करोति तीव्रगतिः अस्ति तस्मिन् इति तादृशं वक्तुमिच्छामः चेत् तत्र यङ् लुगन्तरूपं नो चेत् यङ्गन्तरूपं द्वयोः अर्थः समानः अस्तु भगिनी पठतु अग्रे यङ् लुगन्तधातवः येषु द्वादशसु ओ येषु द्वादश दशसु प्रत्ययेषु यङ् प्रत्ययः अन्यतमः वारं वारम् अथवा अधिकाधिकम् इत्यस्मिन् अर्थे भवति यथा णिच् अपि च सन् अस्य यङ् प्रत्ययस्य धातुना संयोजनेन नूतनधातुः निर्मितः भवति तदा यङन्तधातुः इति वदामः यङ् प्रत्ययस्य किञ्चन वैशिष्ट्यम् अस्ति यत् तस्य लोपः लुक् अपि भवितुम् अर्हति अस्तु यत्र यङ् लुक् भवति तत्र यङ् लुगन्तधातुः इति उच्यते यङन्तानां यङ् लुगन्तानां च अर्थः समानः परन्तु रूपं भिद्यते अस्तु तत्र दत्तम् आदिदेशिकधातवः कथं निष्पन्नं भवति इत्युक्ते एषु द्वादशसु प्रत्ययेषु आतिदेशिकधातवः सन्ति, किन्तु यङ् एते अन्तर्भूता नास्ति. अस्ति अस्ति, द्वादशधातुप्रत्ययेषु यङ् प्रत्ययः अपि अन्यतमः. अन्यतमः इत्युक्ते किम्? अन्तर्भूताः वन् आफ् देम् अन्यतमः वन् आफ् देम् अस्तु अस्तु क्षम्यताम् वन् आफ् देम् अस्तु. तत्र वारं वारम् अथवा अधिकाधिकम् इत्यस्मिन् अर्थे, इत्युक्ते यङ् प्रत्ययस्य अर्थः वारं वारम् अथवा अधिकाधिकम्, अपि च यथा भवती उक्तवती वेगेन अपि तत्र तत्रैव न भगिनी, तत्र तीव्रगतिः तीव्रगतिः अस्तु. यथा णीच्यपि च सन् अस्य यङ् प्रत्ययस्य धातुना संयोजनेन नूतनधातुः निर्मितः भवति, तदा यङन्तधातुः इति वदामः. यङ् प्रत्ययस्य विशिष्टं वैशिष्ट्यं किम् इति इत्युक्ते लुक् विकल्पेन भवति, यङ् प्रत्ययस्य लुक् विकल्पेन भवति, अर्थभेदः न जायते किन्तु रूपभेदः जायते तत्र. यथा भवती उक्तवती पठ् योगः यङ् अस्ति चेत् तु पापठ् एकं रूपं, पापठ्य अन्यरूपम् पापट् इति एकः धातुः, पापट्य इति क्षम्यतां धातुः आतिदेशिकधातुः, अपि च पापठ्य अन्यधातुः तदेव पापट्यते इति रूपं भवति, लटि पापट्यते, पापट्यते, पापट्येते, पापट्यन्ते इति एतादृशरूपं, यथा तत्र वन्दते इति रूपमस्ति खलु, एवमेव रूपम् अस्ति. धातुः कः इति ज्ञायते चेत् रूपाणि समानानि, पापट्यते, पापट्यते, पापट्यन्ते इति इत्यादीनि. अपि च पापठस्ति चेत् पापठति वा, पापट् योगः तत्र अदादिगणवत् भवति धातुः, यङ् लुगन्तधातुः अदादिगणवत् भवति, अतः तत्र शप् लुक् भवति, पापट् योगः इति पापट्टि पापट्टि. ओ अस्तु, समीचीनं. तत्र द्वयोः अर्थः समानः परन्तु रूपभेदः अस्ति. अस्तु, अग्रे शुभदा भगिनी पठितुमिच्छति वा? आं भगिनि, पठामि. यङ् लुगन्तधातवः आदादिकाः इत्युच्यन्ते यतोहि तत्र शपः लुक् भवति अदादिगणवत्. अन्ये सर्वे आतिदेशिकधातवः भुआदिगणीयाः यथा सन्दन्ताः, णिजन्ताः, यङन्ताः, तेषां सर्वेषां कृते शप् विकरणप्रत्ययः भवति. अत्र यथा यदा अग्रे अग्रे अपि पठित्वा सर्वं पठित्वा वदतु, सम्पूर्णतया पठतु. अस्तु भगिनि, लिक् धातुः यङ् लुक् प्रक्रिया, ले लिक् इति आतिदेशिक यङ् लुगन्तधातुः, लटि ले लिक् योगहति ले लेक्ति, प्रच्छ् धातुः यङ्लुकः प्रक्रिया, पाप्रच् इति आतिदेशिक यङ् लुगन्तधातुः, लटि पाप्रच् योगहति पाप्रष्टि, बालकः लेलेक्ति इत्युक्ते बालकः वारं वारं लिखति अथवा अधिकाधिकं लिखति, बालकः पाप्रष्टि इत्युक्ते बालकः वारं वारं पृच्छति अथवा अधिकाधिकं पृच्छति. अनेन यङ् लुगन्तानां परिचयः. कानिचन सूत्राणि सन्ति येषु कस्यचित् धातोः निर्देशो भवति ष्टिप् प्रत्ययेन, तत्र ष्टिपः प्रयोजनम् इदं यत् तेन सूत्रेण यत् कार्यं विधीयते यङ् लुक् प्रसङ्गे अस्य धातोः तादृशं कार्यं न भवति. अत्र भवती उक्तवती यङ् लुगन्तधातवः आदादिकाः इत्युक्ते अदादि गणस्य भवन्ति, यतोहि तत्र शप शप् इति विकरणप्रत्ययस्य लुक् भवति, परन्तु अन्ये आतिदेशिकधातवः अन्ये सर्वे आतिदेशिकधातवः इत्युक्ते यस्मिन् यङन्तधातवः अपि सन्ति तेषां कृते तु शप् इत्यस्य प्रकरण विकरणप्रत्ययः तु तत्र तिष्ठति एव, तस्य लुक् न भवति इति एतस्मिन् वाक्ये दत्तमस्ति। तदनन्तरं लिख् इति धातुः यङ्लुक् प्रक्रिया भूत्वा लेलिख् इति भवति, तत्र द्वित्वम् अभ्यासकार्यम् एतत् सर्वं भूत्वा लेलिख् इति भवति। लेलिख् इति तु आतिदेशिक यङ् लुगन्तधातुः भवति, तस्य लटि लट्लकारे तस्य रूपं लेलिख् योगः ति, तत्र लेलेख् ति इति भवति, ति इति पित् प्रत्ययः सार्वधातुकप्रत्ययः, अतः अतः लेलेक्ति गुणः भवति, ओके गुणः भवति, लेलेक्ति इति भवति। लिख् खकारस्य ककारः भवति खरीच इत्यनेन, अतः तत्र ककारः आगच्छति लेलेक्ति इति अन्तिमं रूपं। तादृशमेव प्रच् इति धातुः, तस्य यङ् लुक प्रक्रिया भूत्वा पाप्रच् इति भवति, तत्तु आतिदेशिक यङ् लुगन्तधातुः, तत्र तस्य लट् लकारः पाप्रच् योगः ति, तत्र अपि अहं चिन्तयामि व्रश्च भ्रश्च व्रश्च भ्रश्च सृज मृज यज राज भ्राजच्च शांशः इत्यनेन तत्र मूर्धन्यषकारः आगच्छति, तदनन्तरं ष्टुत्वं भूत्वा पाप्रष्टि इति रूपं भवति लट् लकारे। वस्तुतः तत्र भिन्नसूत्रमस्ति, चोगोषुडनासिकेच इति भिन्नसूत्रं, तदनन्तरं ब्रश्च चोः षूडनुनासिकेश इत्यनेन तत्र तालव्यषकारः आगच्छति, तदनन्तरं व्रश्च भ्रश्च इति सूत्रेण तालव्यषकारस्य मूर्धन्यषकारः भवति, तदनन्तरं ष्टुत्वं भूत्वा पाप्रष्टि इति रूपं तत्र भवति। बालकः लेलेक्ति इत्युक्ते बालकः वारं वारं लिखति, अधिकाधिकं लिखति, अपि च बालकः पाप्रष्टि इत्युक्ते बालकः वारं वारं पृच्छति अथवा अधिकाधिकं पृच्छति इति तस्य अर्थः। अनेन यङ् लुगन्तानां परिचयः इति यङ् लुगन्तस्य परिचयः इति कृतं, कानिचन सूत्राणि यत्र धातोः स्टिप्रत्ययस्य योजनेन निर्देशः भवति, तत्र तु यङ्लुक् प्रसङ्गे अत्र अस्य सूत्रस्य कार्यं तादृशं धातोः प्रसङ्गे न भवति इति तस्य आशयः। समीचीनं, सम्यक्। अत्र लेलेक्ति अपि च पाप्रष्टि इत्यस्य रूपसिद्धिः कथं भवति इति इदानीम् अस्माकं विषयः नास्ति, भगिनी एवमेव उक्तवती, परन्तु इदानीम् अस्माकं विषयः नास्ति, न ज्ञायते चेत् चिन्ता मास्तु। परन्तु अत्र कः विषयः इति चेत् यङ्लुक् इत्यस्य अर्थः कः, यङ्लुगन्तधातुः इति एकः विषयः अस्ति इति ज्ञायते, अपि च स्टिपानिर्देशः क्रियते चेत् सूत्रेषु यङ्लुकि तस्य प्रसङ्गः न भवति इत्येव अस्माकं मुख्यविषयः अस्ति, अन्ये सर्वं तत्र केवलम् अवगमनार्थम्। अत्र स्थगयामः, प्रश्नाः सन्ति चेत् पृच्छन्तु, नो चेत् विरमामः। धन्यवादः, धन्यवादः भगिनी, नमस्कारः, धन्यवादः भगिनी।